ॐ नमः गुरुभ्यो नमः. ॐ सहनावतु, सहनौ भुनन्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. ॐ गुरुभ्यो नमः. सर्वेषां नमस्कारः. धन्यवादः भगिनि. धन्यवादः. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तशब्दानां द्वितीया, तृतीया, अपि चतुर्थी विभक्तयः इति. तस्मिन् विषये वयं गतवर्गे तत्र मलिन् तत्र एकां कथां पठितवन्तः. तत्र मल्लिनाथः इति तस्य विषये कथां पठितवन्तः. अस्तु, तत्र गीतासोपने पुटसङ्ख्या अस्ति 18. अतः तत्र आरम्भं कुर्मः. मधु महोदय नमस्कारः. श्रीप्रिया भगिनी नमस्कारः. नमस्कारः महोदय. महोदय अद्य शृणमेव. अस्तु अस्तु महोदय. पुटसङ्ख्या अस्ति 18. अस्तु महोदय. अस्तु, श्रीप्रिया भगिनी नमस्कारः. अस्तु तर्हि तत्र नमस्कारः भगिनी. अस्तु तर्हि तत्र उषा भगिनी आरम्भं करोति वा? तत्र पुनः एकवारं तत्र प्रथमपरिच्छेदं पठित्वा तथा अग्रे गच्छामि. आं महोदय. एकनिमिषः. हलन्तशब्दाः द्वितीया, तृतीया, चतुर्थी विभक्तयः. एतां कथाम् उच्चैः पठत अवगच्छत च. पुरा आन्ध्रप्रदेशे देवशर्मा नाम कश्चन धीमान् ब्राह्मणः आसीत्. तस्य एकः एव पुत्रः. देवशर्मा पुत्रस्य मल्लिनाथः इति नाम कृतवान्. पिता सर्वशास्त्रविद् विद्वान् च आसीत्. किन्तु पुत्रः मल्लिनाथः तु अलसः निरक्षरश्च. पुत्रं कथमपि बुद्धिमन्तं शास्त्रविद्वांसं च कर्तुं देवशर्मा महान्तं प्रयासं कृतवान्. पुत्रं पाठयितुम् अन्यान् विदुषः नियोजितवान् अपि. तथापि मल्लिनाथः किमपि न एव अधीतवान्. हा इति. अस्तु, समीचीनम्. अतः तत्र कस्य विषये एषा कथा अस्ति? द्वितीया, तृतीया, चतुर्थी विभक्ति विषये हलन्तशब्दः. मूलविषयः हलन्तशब्दानां द्वितीया, तृतीया, चतुर्थी. द्वितीया कुत्र भवति? देवशर्मा नाम कर्मपदम् अस्ति. कर्मपदम् इति भवति. समीचीनं भगिनि. तत्र द्वितीयविभक्ति दृश्यते वा? अत्र धीमान् ब्राह्मणः आसीत्. तस्य एक एव प्रायश स्थूलक्षरैः अस्ति भगिनि. आं महोदय. अलस पुत्रम् अस्ति महोदय. पुत्रं बुद्धिमन्तं शास्त्रविद्वांसं कर्तुं तुमुन् प्रत्यस्ति. महान्तं महत् महत् महान् महान्तौ महान्तः महान्तं. समीचीनं भगिनि. अस्तु, तत्र प्रयासं प्रयासं इति. समीचीनं भगिनि. अस्तु, समीचीनम्. अतः तत्र किञ्चित् पश्यामः. तत्र शोभा भगिनी नमस्कारः. नमस्ते महोदय. नमस्कारः भगिनि. पुटसङ्ख्या तु 18. आम् आम्. धन्यवादः. धन्यवादः. अस्तु, तत्र वेदा भगिनी तत्र किञ्चित् वदति वा? देवशर्मा कः इति? देवशर्मा कश्चन धीमान् ब्राह्मणः आसीत्. तस्य एक एव पुत्र अस्ति. तस्य नाम मल्लिनाथः. तस्य नाम मल्लिनाथः. पिता सर्वशास्त्रं ज्ञातवान्, परन्तु पुत्रः अलसः निराक्षरः एव. कथम् इत्युक्ते पुत्रः. अस्तु अस्तु, समीचीनम्. अतः तत्र देवशर्मा इति देवशर्मा इति धीमान् ब्राह्मणः ब्राह्मणः समीचीनम् अस्तु. इदानीं तत्र धीमान् ब्राह्मणः इति पदस्य द्विवचन अथवा बहुवचनरूपं बहुवचनरूपं किम् अस्ति? धीमान् धीमन्तौ धीमन्तः धीमतः धीमान् धीमन्तौ धीमतः धीमतः इति प्रायः धीमन्तं धीमन्तौ धीमतः धीमता धीमद्भ्यां धीमद्भिः धीमते. तत्र प्रथमविभक्ति बहुवचनं किम् अस्ति तत्र? शब्दः धीमत् शब्दमस्ति. धीमान् धीमन् धीमान् धीमन्तौ धीमतः धीमतः न धीमन्तः इति मन्ये धीमन्तः इति खलु धीमान् धीमान् धीमन्तौ धीमतः महोदय प्रथमविभक्ति बहुवचनं धीमन्तः धीमान् धीमन्तौ धीमन्तः धीमन्तः ओ धीमन्तौ धीमन्तः बहुवचने किं भवति? करेक्ट् धीमन्तं धीमन्तौ धीमतः. हा तत्र धीमतः अस्तु समीचीनं. हा अस्तु अस्तु समीचीनं भगिनि अस्तु अत्र अस्तु. इदानीं तत्र अग्रे तत्र धीमान् देवशर्मा इति अस्ति. देवशर्मा इति अस्ति तत्र कीदृशपदं तत्? देवशर्मा कर्तृपदं. हा प्रातिपदिकं किं? देवशर्मा कर्ता देवशर्मन्. इदानीं तत्र तस्य बहुवचनरूपं किम् अस्ति? देवशर्मन् देवशर्मा देवशर्मन् नकारान्त शब्दस्य पुल्लिङ्गशब्दस्य रूपं देवशर्मन् देवशर्मा देवशर्मणौ देवशर्मणः वा देवशर्मा आत्मा आत्मानौ आत्मानौ राजानः तादृशम्. अतः देवशर्मा देवशर्मानौ देवशर्मानः तत्र प्रायश णत्वं भवति तावदेव. शर्माणः समीचीनं भगिनि अस्तु अस्तु समीचीनम् अस्तु. अग्रे तत्र ललिता भगिनि अग्रे तत्र पुत्रः कीदृशः तस्य? देवशर्मा अस्ति ब्राह्मणः. वदामि महोदय. म्यूट् कर्तुं क्लेशः अस्ति. श्रूयते न? श्रूयते कालः गतः. न मल्लिनाथः वयसा वपुषा. देवशर्मा अस्ति खलु? देवशर्मा अस्ति तस्य तस्य पुत्रः कीदृशः? तस्य पुत्रः विदुषः नास्ति. अस्तु अस्तु अस्तु अलसः निरक्षरः अलसः अस्ति किन्तु अलसः इति नास्ति. विदुषः इति विभक्ति का तत्र द्वितीया भवति. विद्वान् नास्ति विद्वान् नास्ति. अस्तु समीचीनम्. इदानीं तत्र देवशर्मा किम् इष्टवान्? किं कर्तुम् इष्टवान् देवशर्मा? किम् इष्टवान् इति तं पुत्रं पाठयितुम् इष्टवान्. अन्यान् अपि योजितवान्. तत्र कार्यं कर्तुं पाठयितुं स्वयमपि प्रयासं कृतवान् किन्तु तद् प्रयासः सफलः आसीत् वा अथवा विफलः आसीत्? तथापि मल्लिनाथः न आदितवान्. अतः तत्र विफलः आसीत् प्रयासः विफलः आसीत् अतः अन्यान् अपि सः नियोजितवान्. अन्यान् कान् नियोजितवान् सः? अन्यान् कान् नियोजितवान् मल्लिनाथं पाठयितुम्? अन्यान् विदुष्यः बहुवचनं समीचीनं. इदानीम् एकवचने द्वितीयविभक्ति एकवचनं किम्? अन्यः अन्यम् अन्यं द्वितीयवक्ति एकजन् विद्वांस विद्वांसन् अन्यं विद्वांसम् हा अन्यं विद्वांसम् इति समीचीनं भगिनि अन्यान् विदुषः अपि किन्तु नियोजितवान् किन्तु मल्लिनाथः किमपि न एव अधीतवान् अस्तु समीचीनं वंशीसुध भगिनी नमस्कारः पुटसङ्ख्या अस्ति 18 मल्लिनाथस्य कथा अस्तु इदानीं तत्र सुजाता भगिनी महोदय मम ध्वनि चिरेण आगति वा ओके चिन्ता मास्तु सम्यक्तया श्रूयते भगिनि अस्तु अग्रे अस्तु अग्रे सुजस्तु भगिनि तत्र कालः गतः इति तत्र ततः आरभ्य किञ्चित् पठित्वा वदतु भगिनि यत् कालः गतः मल्लिनाथः वयसा वपुषा सा युवा सञ्जातः कयाचित् विदुष्या कन्यया सह तस्य विवाहः प्रवृत्तः अनेकानि वर्षाणि अतीतानि इति मल्लिनादः वयसा युवकः आसीत् अभवत् सः वयसा तत्र वयसा वपुषा इति अस्ति वयसा इति इत्युक्ते विभक्ति का तत्र कीदृशप्रातिपदिकं वयस् सकारान्तपदं समीचीनं वयस् वयः इति हा समीचीनम् एकवचने वयः वयस् वयः वयस् वपुषा ये न जानामि महोदय वपुषा तत्र प्रायशः तत्र किं वपुषा वपुष् तत्र शकारान्तपदम् अस्ति धनुः धनुषि धनां धनुषि इति नपुंसकलिङ्गपदमिति मन्ये वपुष् वपुष् इति अपि तत्र वयस् इति वयः वयसि वयांसि इति वयांसि नपुंसकलिङ्गं तदपि प्रायशः नपुंसकलिङ्गपदमेव अस्तु समीचीनं भगिनि अस्तु तत्र युवा युवा युवन् इति अस्ति भिन्नपदम् अस्ति किन्तु इदानीं मास्तु युवा सञ्जातः युवकः अभवत् मल्लिनाथः इदानीं तत्र बालकः न इदानीं सः युवकः अस्ति सञ्जातः युवकः अभवत् कयाचित् इदानीं कयाचित् विदुष्या अन्यया सह तस्य विवाहः प्रवृत्तः कस्य विवाहः प्रवृत्तः मल्लिनाथस्य विवाहः प्रवृत्तः इत्युक्ते अभवत् अभवत् मल्लिनाथस्य विवाहः अभवत् केन सह अथवा कया केन सह इति स्त्रीलिङ्गे किं भवति न केन सह इति केन सह इति प्रश्नः स्त्रीलिङ्गे किं भवति कया सह विवाहः अभवत् तस्य इति प्रश्नः अस्ति इदानीं तत्र विदुष्या कन्यया इति तत्र विभक्ति का तत्र तृतीया विभक्ति अस्तु इदानीं तत्र विदुष्या कन्या इति प्रथमविभक्तिरूपं वदतु विदुषी हा विदुषी नदी नद्या विदुषी विदुष्या कन्यया इति तत्र कन्यया कन्या कन्या आकारान्तस्त्रीलिङ्गं विदुष्या इति ईकारान्तस्त्रीलिङ्गं समीचीनं तत्र कयाचित् विदुष्या कन्यया सह तस्य विवाहः प्रवृत्तः अतः तस्य पत्नी कीदृशी सा विदुषी अस्ति सा विदुषी आसीत् सा विदुषी आसीत् तस्य पत्नी विदुषी मल्लिनाथस्य पत्नी विदुषी आसीत् इदानीं तत्र मल्लिनाथः कीदृशः सः विद्वान् वा मल्लिनाथः मल्लिनाथः अलसः हा विद्वान् नास्ति सः विद्वान् नास्ति हा किन्तु तस्य पत्नी विदुषी अस्ति आसीत् आसीत् आसीत् समीचीनं भगिनि अस्तु अग्रे गच्छामः इदानीं तत्र हा समीचीनं भगिनि अस्तु अग्रे श्रीप्रिया भगिनी अग्रे पठितुम् इच्छति वा तत्र वपुषा इति शब्दः तत्र धनुष् इव अस्ति किल महोदय इति मन्ये भगिनि परन्तु वपुस् इति प्रातिपदिकम् अस्ति परन्तु धनुष् इति प्रातिपदिकं धनुष् नास्ति किल तत्र शकारान्तपदम् अस्ति धनुष् इति हा सत्यं परन्तु वपुस् इति प्रातिपदिकं भवति वा वपुष् इति भवति वा महोदय अहं चिन्तयामि वपुष् इति एव अस्ति भगिनि तत्र तत्र प्रायशः तत्र रूपद्वयं प्रायशः अस्ति इति मन्ये वपुष् इति तु अस्ति भगिनि अस्तु पश्यामि महोदय हा शकारन्त अपि अस्ति सकारन्त अपि अस्ति इति मन्ये हा अस्तु पश्यामि महोदय अस्तु अस्तु श्रीप्रिया भगिनि भवत्याः अपि प्रश्नः आसीत् वा भगिनि आम् महोदय शास्त्रविद् अथवा शास्त्रविद्वांस् विद्वान् भेदः अस्ति वा महोदय अर्थभेदः अस्ति वा शास्त्रविद् इत्युक्ते तत्र अर्थभेदः नास्ति केवलं तत्र रूपभेदः तत्र शास्त्रविद् इत्युक्ते शास्त्रं जानाति इति विद् इत्युक्ते तत्र ज्ञानम् अस्ति शास्त्रस्य ज्ञानम् अस्ति तस्य अतः सर्वशास्त्रविद् सर्वशास्त्रस्य ज्ञानं तस्य अस्ति इदानीं तत्र शास्त्रविद्वांसं तत्र पुनः तत्र विद्वस् तत्र विद् वत् इत्युक्ते तस्य ज्ञानम् अस्ति तत्र विद् वत् साक्षात् वत् नास्ति किन्तु अर्थः अस्ति तत्र बुद्धिमत् तादृश तत्र मतुपत्वा तादृश भवति यस्य यस्मिन् वा इति अर्थे तत्र शास्त्र पूर्वं किम् आसीत् तत्र शास्त्रविद् इत्युक्ते शास्त्रं जानाति केवलं इदानीं तत्र किञ्चित् परिवर्तनं कृत्वा तत्र शास्त्रस्य ज्ञानं तस्मिन् अस्ति इति जानाति अथवा ज्ञानम् अस्ति समानार्थकः खलु किन्तु व्याकरणरीत्या हा किञ्चित् तत्र विद् इत्युक्ते जानाति विद्वत् इत्युक्ते तस्य ज्ञानम् अस्ति इति हा समानार्थकः क्षम्यतां महोदय शब्दमञ्जरी मध्ये अस्ति वपुष् शब्दः सकारान्त नपुंसकलिङ्ग इति वा भगिनि अस्तु वपुः वपुषि वपुंषि आयुष् चक्षुष् धनुष् इति अस्तु शब्दवत् अस्तु तत्र धनुष् धनुष् इति सकारान्त अपि दत्तमस्ति चेत् तत्र किन्तु तत्र शकारान्त एव स्वरूपमहोदयन्त इति अस्तु अस्तु भगिनि इदानीं किञ्चित् स्मरामि अस्मिन् विषये तत्र चर्चा आसीत् अहमपि स्वरूपमहोदयं पृष्टवान् तत्र किमर्थं धनुष् इति शकारान्तपदम् इति स्थापितम् अस्ति इति सकारान्तपदं नास्ति वा इति किन्तु सः उक्तवान् न सः तु किञ्चित् अन्वेषणं कृत्वा एव तत्र स्थापितवान् तत्र शकारान्तपदम् एव इति अतः प्रायशः रूपद्वयं भवेत् भगिनि. अस्तु, पश्यामि महोदय. सत्यं सत्यं भगिनि. हा न यदि किञ्चित् किमपि प्राप्नोति वदतु भगिनि, तत्र लाभः अस्ति, सर्वेषां लाभः एव. तत्र किमर्थं तत्र सकारान्त वा षकारान्त वा तत्र अस्मिन् विषये कः नियमः इति ज्ञानं सर्वेषां लाभः. धन्यवादः भगिनि. अस्तु, श्रीप्रिया भगिनि अग्रे. महोदय, प्रवृत्तः इत्युक्ते वृत् धातोः प्रत्यय वा महोदय? सत्यं भगिनि. अपि तत्र तत्र गत् तत्र कर्तृ अर्थे अस्ति. तत्र पाठं पठितम् इति पठितः इति भवति खलु तत्र. किन्तु तत्र पाठं पठितम् इत्युक्ते तत्र कर्मणि अर्थः. अत्र तु विवाहः सः अभवत्. अत्र विवाहस्य विशेषणम् अस्ति. अत्र कर्तृ कर्तृ अर्थे अस्ति. अस्तु भगिनि, पठामि. पठतु भगिनि अग्रे एकदा इति. एकदा मल्लिनाथः श्वशुरगृहं गन्तुम् उद्युक्तः आसीत्. तदा तस्य पिता शास्त्रविद्भिः श्यालैः मूर्खः मम पुत्रः उपहसितः भविष्यति इति विचार्य तं बहुधा उपदिष्टवान्. ततः मल्लिनाथः श्वशुरगृहं प्राप्नोत्. तत्र द्वित्रैः दिनैः एव श्यालैः ज्ञातं यत् आवुत्तः निरक्षरः अस्ति इति. ते कठोरवाग्भिः मल्लिनाथं परिहसितवन्तः. तेषां परिहासवचांसि श्रोतुम् अशक्ता मल्लिनाथस्य पत्नी पत्या सह स्वगृहं प्रति प्रस्थितवती. एकदा मल्लिनाथः श्वशुरगृहं गन्तुम् उद्युक्तः आसीत्. कदाचित् मल्लिनाथः श्वशुरगृहं गन्तुं सिद्धः आसीत्. उद्युक्तः इत्युक्ते तत्र सिद्धः, तस्य गन्तुम् आसक्तिः तस्य आसीत्. श्वशुरगृहम् इत्युक्ते पत्न्याः पित्रोः गृहं, तत्र गन्तुं सः उद्युक्तः आसीत्. तदा तस्य पिता शास्त्रविद्भिः श्यालैः मूर्खः मम पुत्रः उपहसितः भविष्यति इति विचार्य तं बहुधा उपदिष्टवान्. तत्र पिता किं किं कृतवान्? पिता उपदिष्टवान्. मल्लिनाथम् उपदिष्टवान्. तत्र केवलम् एकवारम् इति न, बहुधा उपदिष्टवान्. बहुधा उपदिष्टवान्. कस्मिन् विषये सः उपदिष्टवान्? तत्र किं किं कृत्वा? तत्र विचार्य, चिन्तयित्वा, तत्र किमपि चिन्तयित्वा अथवा किमपि विषयस्य विषयस्य कृते चिन्तनं कृत्वा सः उपदिष्टवान्. तत्र विचार्यस्य विषयः कः? सः तत्र श्यालाः तु मल्लिनाथस्य श्यालाः तु बहु शास्त्रविद्वांसः विदुषः सन्ति इति. विद्वांसः सन्ति, विद्वांसः सन्ति. तत्र विद्वान् विद्वांसौ विद्वांसः विदुषः द्वितीय द्वितीयविभक्तिरूपं भवति. अतः श्यालाः श्यालाः विद्वांसः. किन्तु मल्लिनाथः तु मूर्खः निरक्षरः अस्ति. श्यालैः मल्लिनाथस्य परिहासं भवेत् इति सः चिन्तयति. समीचीनं भगिनि. तत्र तत्र श्यालैः तत्र मम पुत्रः उपहसितः भविष्यति इति, तत्र किमर्थं तादृशं तत्र श्यालैः मूर्खः मम पुत्रः उपहसितः भविष्यति? शास्त्रविद्भिः, तत्र शास्त्रविद् इति पूर्वमासीत् धकारान्तपदं, सुहृद् इव सुहृत् सुहृदौ सुहृदः, तत्र तृतीया विभक्ति किं भवति? सुहृदा सुहृद्वयं सुहृद्भिः अत्र शास्त्रविद्भिः शास्त्रविद्भिः शालैः इदानीं तत्र प्रथमविभक्ति बहुवचनरूपं किं भवति शास्त्रविद् शास्त्रविदौ शास्त्रविदः हा शास्त्रविद् श्यालः शास्त्रविदः श्यालः शास्त्रविदौ श्यालौ शास्त्रविदः श्यालाः श्यालाः इति ते तैः किं भवति तस्य पुत्रस्य मल्लिनाथ मल्लिनाः तैः मल्लिनाथः उपहसितः उपहसितः भविष्यति तत्र हा तं दृष्ट्वा ते परिहासं कुर्वन्ति तं प्रति परिहासम् अथवा उपहसन्ति इति चिन्तयित्वा पिता उपदिष्टवान् मल्लिनाथं हा किन्तु मल्लिनाथः किं कृतवान् किन्तु सः न श्रुतवान् श्वशुरगृहं प्रति गतवान् अपि गतवान् प्राप्नोत् प्राप्नोत् इति तत्र प्र उपसर्गः आप्नोत् इति आप्नोत् लङ्लकारः अतः आप्नोति प्राप्नोति किन्तु तत्र लङ्लकारः अस्ति चेत् वयं जानीमः तत्र उपसर्गः अस्ति चेत् उपसर्गस्य अनन्तरं हा तत्र रूपं कृत्वा पुनः उपसर्गः स्थापयामः अतः प्र उपसर्गः आप्नोत् प्राप्नोति इति भवति हा समीचीनं भगिनि अग्रे तत्र द्वित्रैः दिनैः एव श्यालैः ज्ञातं यत् आवुत्तः निरक्षरः अस्ति इति हा अतः तत्र यत् पिता चिन्तितवान् तद् सत्यम् अभवत् हा हा अतः द्वित्रैः दिनैः तत्र दिनत्रयं तावत् समये एव तत्र श्यालैः ज्ञातम् इदानीं तत्र श्यालैः ज्ञातं यत् आवुत्तः निरक्षरः आवुत्तः इति भगिन्याः पतिः हा तत्र सः निरक्षरः अस्ति इति तैः ज्ञातं शीघ्रमेव तैः ज्ञातम् अत्र मल्लिनाथः निरक्षरः अस्ति इति हा अग्रे ते कठोरवाग्भिः मल्लिनाथं परिहसितवन्तः ते कठोरवचनानि उक्त्वा मल्लिनाथं परिहसितवन्तः तत्र मल्लिनाथं हा परिहसितवन्तः कैः परिहसितवन्तः श्यालैः परिहसितः न न ते इति अस्ति ते परिहसितवन्तः ते श्यालाः परिहसितवन्तः ते परिहसितवन्तः कं परिहसितवन्तः मल्लिनाथं परिहसितवन्तः हा इदानीं केन मार्गेण अथवा केन माध्यमेन परिहसितवन्तः कठोरवाग्भिः तत्र वाक् इति तत्र वाच् इति पदं तृतीया बहुवचने अस्ति कठोरवाग्भिः इदानीं तत्र प्रथमविभक्ति बहुवचने किं भवति तत्र कठोरवाचः हा कठोरवाचः इदानीं तत्र कठोरवाचः एकं पदम् अस्ति किन्तु तत्र वाचः कीदृश्यः इति प्रश्नः भवति चेत् किं भवति कठोरवाचः कठोराः वाचः ते तत्र ताभिः कठोराः वाचः ताभिः श्यालाः मल्लिनाथं परिहसितवन्तः समीचीनं भगिनि अग्रे तेषां परिहासवचांसि श्रोतुम् अशक्ता मल्लिनाथस्य पत्नी पत्या सह स्वगृहं प्रति प्रस्थितवती हा यदा श्यालाः तस्य भ्रातरः तस्य पतिं परिहसितवन्तः तस्य पत्नी तु न सोढुं शक्तवती अतः सः स्वगृहं प्रति प्रस्थानं कृतवती पत्या सह पदं किञ्चित् विशेषणम् अस्ति तत्र, अतः तत्र पत्यासः इति, तत्र पत्या इति प्रायशः तत्र मती मत्या इति तादृशं भवति, किन्तु पति तु पुल्लिङ्गपदम् अस्ति, विशेषपदम् अस्ति। हा तत्र तेषाम् इति केषां श्यालानां, हा तेषां श्यालानां परिहासवचांसि, तत्र वचांसि इति अस्ति, तत्र वचः वचसि वचांसि नपुंसकलिङ्गपदं, किन्तु विभक्ति का तत्र द्वितीया विभक्ति, श्रोतुम् इति पदस्य, किं श्रोतुम् अशक्ता, वचांसि श्रोतुम् अशक्ता, हा परिहास वचांसि वचांसि इति तत्र श्रोतुम् अशक्ता, अशक्ता का अस्ति, मल्लिनाथस्य पत्नी, हा सा अशक्ता अस्ति, विशेषणमस्ति पत्नी अशक्ता अस्ति, सा किं कृतवती, स्वगृहं प्रति प्रस्थानं, पत्या सह स्वगृहं प्रति प्रस्थानं कृतवती, प्रस्थानं कृतवती, प्रत्यागतवती, प्रत्यागतवती, समीचीनं भगिनि, हा धन्यवादः, हा बहु समीचीनं, समीचीनं महोदय। आवृत्तः इत्युक्ते किमर्थः, आवृत्तः आवृत्तः भगिनी उक्तवती तत्र, भगिन्याः भगिन्याः पतिः पति आवृत्तः आवृत्तः, तत्र श्यालः श्यालः इति तत्र पत्न्याः अनुजः वा अग्रजः वा दाता, तत्र तत्र इदानीं तत्र विपरीततया तत्र मल्लिनाथ भगिन्याः पतिः, तत्र मल्लिनाथः एव आवृत्तः किल महोदय, मल्लिनाथः एव आवृत्तः, श्यालानां कृते मल्लिनाथः आवृत्तः, मल्लिनाथस्य कृते पत्न्याः भ्राताः श्यालाः भवन्ति, श्यालः भ्रातरः श्यालाः भवन्ति, भ्रातरः श्यालाः भवन्ति, समीचीनं भगिनि। क्षम्यतां महोदय, एकः प्रश्नः, वाच् इति स्त्रीलिङ्गरूपं, वचस् इति नपुंसकलिङ्गं रूपं, नपुंसकलिङ्गरूपम् अपि च वचनम् इति नपुंसकलिङ्गमपि, त्रयोः अर्थः तु समानः एव वा, वचनं तत्र अर्थभेदः नास्ति इति मन्ये भगिनि, वाक् इति स्त्रीलिङ्गपदं किल भगिनि, वाच् इति स्त्रीलिङ्गपदं, वचस् इति नपुंसकलिङ्गपदम्, वचनम् इति नपुंसकलिङ्गपदम्, त्रयमपि तत्र समानार्थक पर्यायपदानि, अतः अर्थभेदः नास्ति, शुभदा भगिनि, सत्यं सत्यं, अतः तत्र यदि तत्र एतद् हलन्तपदं न स्मरामः, वचनम् इति स्वीकृत्य वचनानि इति स्थापितुं शक्नुमः, सरलमस्ति, अत्र केवलं तत्र प्रदर्शनार्थं तत्र वच तत्र भाग्भिः वचांसि, यतोहि तत्र अभ्यासः भवति खलु, अतः तत्र स्थापितं, नो चेत् तत्र साधारण कुत्रापि तत्र साधारणकथा आसीत् चेत् तत्र प्रायशः वचन वचनैः इति एव तत्र प्रायशः भवति, कठोरवचनैः मल्लिनाथं परिहसितवन्तः, अपि तेषां परिहासवचन वचनानि श्रोतुम् इति एव भवेत् सरलरूपम्। अस्तु भगिनि, अस्तु अग्रे शोभा भगिनी अग्रे पठति वा, मार्गमध्ये कुत्रचित् मल्लिनाथः पन्थानाम् उभयतः स्थितान् पलाशशाखिनः दृष्टवान्, तेषु मनो वदतु भगिनि वदतु, पूर्णतया पठित्वा अनन्तरं करोतु भगिनि, तेषु मनोहराणि पुष्पाणि विकसितानि आसन्, तानि दृष्ट्वा सः नितरां तुष्टः अभवत्, पुष्पदर्शनेन तुष्टं पतिं पत्नी उक्तवती, आम् पलाशकुसुमं मनोहारी एव परम् अविद्यावन्तं भवन्तं यथा तथैव निर्दन्तम् इदं पलाशपुष्पमपि जनाः निष्प्रयोजनं मन्यन्ते इति. भगिनी भवत्याः ध्वनिः मध्ये भग्ना जाता भगिनी, सम्यक् नास्ति. मम मम पार्श्वे एव वा सर्वेषां कृते वा? किञ्चित् किञ्चित् क्लेशः अस्ति भगिनी. शुभ भगिनी अद्य अद्य अद्य किञ्चित् तत्र न जानामि. तत्र साधारणतया तत्र सम्यक्तया श्रोतुं शक्नुवन्तः, किन्तु अद्य किञ्चित् क्लेशः अस्ति भगिनी, तावदेव. अधुनापि अधुना समीचीनमस्ति, अधुना समीचीनमस्ति. ओ अस्तु महोदय, न जानामि किमर्थम्. अस्तु भगिनि, हा अस्तु. मार्गमध्ये तत्र मार्गस्य मध्ये कुत्रचित् मल्लिनाथः मध्ये तत्र तत्र किं तत्र स्वशुरगृहात् स्वशुरगृहात् तत्र पुनः मल्लिनाथस्य गृहं स्वस्य गृहं यथा ते द्वे चलन्ति चलन्तः चलन्तौ तत्र चलन्तौ चलन्तौ चलन्तौ चलन्तौ द्वौ चलन्तौ द्वौ द्वौ चलन्तौ तदा कुत्रचित् मल्लिनाथेन दृष्टं यत् पन्थानम् उभयतः आसीत्. किम् आसीत् इत्युक्ते तत्र पन्थानम् इति द्वितीयविभक्ति एकवचने भवति महोदय. हा सत्यं भगिनि, तत्र पन्थानम् इति किञ्चित् विशेषपदम् अस्ति, तत्र गीतासोपने अपि दत्तम् अस्ति, तत्र कोष्टकमस्ति तत्र अग्रिमपुटे अस्ति महोदय. हा अस्तु, अपि तत्र पन्थानम् इति तत्र केवलं द्वितीयविभक्तिरूपं दत्तम् अस्ति, किन्तु अन्ते तत्र कोष्टकम् अस्ति खलु, तत्र विभक्ति विभक्तयः सन्ति खलु, तत्र नकारन्त पुल्लिङ्गपतिन् शब्दः इति तत्र विशेषपदम् अस्ति, पन्ताः पन्तानो पन्तानः इति. पन्ताः पन्तानौ पन्तानः इति प्रथमविभक्तिरूपम्. अतः तत्र पुटसङ्ख्या अस्ति 179, तत्र 177 तावत् पर्यन्तं सङ्ख्या अस्ति, तदनन्तरं द्वितीयपुटं द्वितीयप्राप्तं तत्र अस्ति. अपि च द्वितीयपन्थानम् अनन्तरं पथा पथे पतः पतः पथि इति भवति. अतः किञ्चित् विशेषपदम् अस्ति, विशेषं पदम् अस्ति, किन्तु सत् समीचीनं पन्थानम् इति तत्र मार्गं, तत्र मार्गम् उभयतः. वयं जानीमः तत्र उभयतः अस्ति चेत् तत्र द्वितीयविभक्तिपूर्वं तस्मात् पूर्वम् इति. अतः तत्र मार्गम् उभयतः पन्थानं पन्थान् पन्ताः इत्युक्ते मार्गः एव, तस्य पदे एव भवति इति उक्तवान् किल महोदय. पन्था उभयतः इति अस्ति चेत् एव तत्र द्वितीयविभक्तिः भवति. अत्र तत्र पन्ताः इत्युक्ते केवलं मार्गः तत्र, अतः तत्र पन्तानम् उभयतः तत्र तत्र द्वितीया एव भवति इति अस्ति किल, मार्गस्य उभयतः इति न भवति, मार्गम् उभयतः एव, पन्थानम् उभयतः. स्थितान् स्थितानपि तत्र द्वितीयविभक्ति बहुवचने किल, स्थितान् पलाशशाखिनः तत्र पलाशशाखिनः क्षम्यतां पलाशशाखिनः इति किम् इति सम्यक्तया न जानामि. अस्तु अस्तु अस्तु भगिनि, किन्तु तत्र तत्र किं मल्लिनाथः दृष्टवान्, कान् दृष्टवान् तत्र पलाशशाकिनः दृष्टवान्, तत्र पदं पदं किम् इति वदामि पदं तत्र पदं किम कीदृशः भवति इति चेत् तत्र शाकिन् इति नकारान्तपदं, शाकिन् शाकिन् इति पलाशशाकिन् तत्र शाकिनः इति तत्र द्वितीयविभक्तौ बहुवचने भवति, बहुवचने समीचीनं. तत्र गुणी गुणिनौ गुणिनः गुणिनौ गुणिनः तादृश तत्र शाकी तत्र शाकिन् इति पदस्य रूपं वदतु. गुणि गुणिनौ गुणिनः, शाखी शाखिनौ शाखिनः. तत्र शाखी इति दीर्घः एकवचने, द्विवचने ह्रस्वः. द्विवचने शाखिनं शाखिनं शाखिनौ शाखिनः. हा अपि प्रथमाविभक्ति द्विवचने शाखिनौ ह्रस्व इकारः इति समीचीनं भगिनि. हा इदानीं तत्र स्थितान् स्थितान् इति विशेषणम् अस्ति, अतः तत्र पुल्लिङ्गपदम् इति जानीमः. पलाशशाखिन् इति दृष्टवान्. कुत्र स्थितान् कुत्र स्थितान् पलाशशाखिनः दृष्टवान्? पन्थान् उभयतः. तत्र मार्गं तत्र येन मार्गेण ते आगच्छन्ति तत्र तं तत्र तं मार्गम् उभयतः तत्र पलाशशाखिनः सन्ति. अनेके पलाशशाखिनः सन्ति, तान् पलाशशाखिनः सः दृष्टवान्. तत्र शाखिन् इति तत्र इत्युक्ते वृक्षः. शाखिन् शाखी इत्युक्ते वृक्षः. यस्य शाखा अस्ति. सत्यं सत्य यस्य अथवा यस्मिन् शाखाः सन्ति सः शाकिन् इति. अस्तु. पलाश पलाश इति तत्र विशेषणं, वृक्षविशेषणं. तत् इदानीम् अग्रे तत्र वदन्ति तत्र किं तत्र द्रष्टुं मनोहारी अस्ति किन्तु तत्र पुष्पं पुष्पं तु तत्र गन्धः नास्ति इति तादृश विशेष वृक्षः तावत् विशेषवृक्षः. अस्तु. केचन कानिचन पुष्पाणि सन्ति केषु येषु गन्धं नास्ति. गन्धः अतः तादृश तादृश तादृशानि पुष्पाणि. अतः तेषां वृक्षाः. अतः शाकिन् इति इनि प्रत्ययः. यस्य अथवा यस्मिन् शाखाः अस्ति सः शाखिन्. यस्य अथवा यस्मिन् गुणः अस्ति सः गुणिन्. तत्र पलाशशाखिन् तत्र वृक्षस्य वृक्षः अस्ति, शाखिन् अस्ति, अपि पादपः इति अस्ति अपि. पादपः वा महोदय? पादपः पादपः इत्युक्ते वृक्षः, यतोहि तत्र पादेन पिबति इति पादपः. पादेन जलं पिबति इति कृत्वा पादपः इति. अतः तत्र हस्तपः अपि अस्ति वा महोदय? न जानामि भगिनि. किन्तु तत्र पादपः. अतः तत्र वृक्षः शाखिन् इति वृक्षः. तान् वृक्षान् सः दृष्टवान्. इदानीं तेषु मनोहराणि पुष्पाणि विकसितानि आसन्. तत्र तु विशेषणं भवति पुष्पाणि इति विशेष्यं. मनोहराणि विकसितानि इति विशेषणं विशेषणौ विशेषणद्वयम्. इदानीं तत्र तेषु इति अस्ति, तत्र पलाशशाखिनः, तत्र पलाश इति त्यजतु, तत्र शाखिनः शाखी इति स्वीकृत्य तेषु तत्र शाखिषु इति भवति वा? न न गुणिन् गुणिन् इत्यस्य गुणिषु गुणिषु तत्र नकारः नागच्छति, गुणिषु एव अस्ति. शाखिषु भवति वा? शाखिषु शाखिन् शाखिषु. समीचीनं भगिनि. शाखिषु अतः शाखिषु तेषु शाखिषु मनोहराणि पुष्पाणि विकसितानि आसन्. आसन् तत्र मनोहराणि इत्युक्ते मनः हरति इति. यस्य गुणः यस्य तादृशः गुणः अस्ति यस्य सः मनः हरति हरति मनः हरति सः मनोहारी मनोहारी. पुनः तत्र तत्र नकारान्तपदं मनोहारिन् इति मनोहारिन् गुणिन् शब्दवत् शब्दवत्. किन्तु अत्र पुष्पम् इति पदस्य नपुंसकलिङ्गे अस्ति, नपुंसकलिङ्गम् अस्ति. अतः तत्र पुल्लिङ्गे मनोहारिन् इति भवति, किन्तु अत्र किम् अस्ति तत्र मनोहारिणी. तत्र अपि प्रायशः तत्र किम् अस्ति मनोहराणि तत्र अत्रापि मनोहारी एव मनोहराणि तत्र कीदृशमस्ति एतत् मनोहारी एतदपि नकारान्तपदमेव किन्तु तत्र प्रथमविभक्तौ तत्र मनोहारी अस्ति चेत् तत्र नपुंसक सत्यं सत्यं किन्तु तत्र पुष्पाणि मनोहराणि इति रूपम् अस्ति किन्तु तत्र पलाशकुसुमं मनोहारी इति अस्ति अतः नपुंसके अस्ति किन्तु कर्म तु कर्म इव अस्ति भगिनि तत्र कर्म कर्मणि कर्माणि इति तादृशं किन्तु तत्र मनोहारी मनोहारणी मनोहारिणी किन्तु मनो तत्र सम्यक्तया न जानामि तत्र रूपं कथं भवति इति तत्र तत्र अग्रे पश्यामः अथवा अन्य कोऽपि वदति मनोहारी मनोहारिणौ न महोदय नपुंसकलिङ्गे खलु नपुंसकलिङ्गे अस्ति अतः नाम नामनि नामानि समीचीनं भगिनि तत्र मनोहारी मनो नामनि मनोहारिणी ईकारान्त आगच्छति अतः किञ्चित् अस्तु प्रयासः मास्तु इदानीं किन्तु किन्तु तत् तद् द्रष्टव्यमेव अपि ज्ञातव्यम् अत्र तु अकारान्त नपुंसकलिङ्गमेव खलु महोदय मनोहराणि इति अत्र तु नपुंसकलिङ्गमेव अकारान्त नपुंसकलिङ्गम् पुष्पाणि तत्र मनोहरं मनोहरे मनोहराणि अत्र तु ओ प्रायशः अस्तु भगिनि प्रायशः तत्र मम मनसि क्लेशः आसीत् सत्यं भगिनि तत्र मनोहरम् इति अपि अस्ति मनोहरं मनोहरे मनोहराणि इति अस्तु तत् समीचीनमेव अस्तु पुष्पाणि मनोहरीणि अतः तत्र मनोहरम् इति भिन्नं मनोहारी इति भिन्नं विशेषणम् अत्र विशेषणं सत्यं भगिनि धन्यवादः मनोहरम् इति पुष्पाणि नपुंसके अस्ति इति मनोहरम् इति अस्ति मनोहरं मनोहरं मनोहरा मनोहरे मनोहराणि समीचीनं भगिनि श्रीप्रिया भगिनी धन्यवादः अस्तु अग्रे विकसितानि आसन् तत्र किमपि वक्तव्यम् अस्ति तानि दृष्ट्वा सः नितरां तुष्टः अभवत् तानि पुष्पाणि दृष्ट्वा सः नितराम् तुष्टः सन्तुष्टः सन्तुष्टः अभवत् सन्तोषम् अनुभूतवान् तेन इत्युक्ते सः सन्तोषम् अनुभूतवान् तेन सन्तोषः अनुभूयते अथवा अनुभवत् इति वा अभवत् पूर्व तस्मात् पूर्वं तत्र अन् अतः अन्वभवत् इति मन्ये अनुयोगः अभवत् तत्र पुष्पदर्शनेन पुष्पदर्शनेन तुष्टं पतिं पत्नी उक्तवती पुष्पदर्शनेन तुष्टं पतिम् इति तुष्टं पतिम् इति तत्रापि विशेषविशेषणं यतोहि तत्र मलिनातः तुष्टः आसीत् तुष्टं पतिं दृष्ट्वा तत्र अस्तु अस्तु तत्र किञ्चित् तत्र तुष्टं पतिम् इति अस्ति किन्तु केन तुष्टः सः अभवत् इत्युक्ते पुष्पदर्शनेन तुष्टः सः अभवत् तादृश पतिः तम् उक्तवती पत्नी उक्तवती यत् आम् पलाशकुसुमं मनोहारी एव तत्र मनोहारी इति आगतम् सा उक्तवती पलाशकुसुमं तु मनोहारी एव तत्र नपुंसकलिङ्गे अस्ति मनोहारी इति, अतः अग्रे पश्यामः तत्र बहुवचने रूपं किं भवति इति. गुणि गुणिनी गुणीनि इति भवति महोदय. गुणि ह्रस्वः भवति प्रथमा एकवचने. गुणि गुणिनी गुणीनि इति भवति. अस्तु भगिनि, धन्यवादः. तत्र पुनः इनि प्रत्ययस्य अस्तु समीचीनम्. अतः तत्र किं भवति, तत्र मनोहारी, अतः सत्यं भगिनि, तत्र मनोहारी मध्ये पश्यामः चेत् तत्र ह्रस्व इकारः अस्ति, सत्यं, किन्तु पुल्लिङ्गे दीर्घ इकारः भवति मनोहारी इति. हारिन् इति गुणी गुणिन् इति, तत्र प्रथमविभक्तः गुणीन् गुणिन् गुणी इति अस्ति दीर्घ इकारः, किन्तु अत्र सत्यं श्रीप्रिया भगिनी, तत्र मनोहारी इति तत्र ह्रस्व इकारः. तत्र मनोहारी इति पदस्य द्विवचन बहुवचनरूपं किं भवति? गुणिनी इति भवति, अतः मनोहारिणी इति भवति. अस्तु भगिनि, धन्यवादः. न ज्ञातवान्. अस्तु समीचीनं, धन्यवादः भगिनि. तत्र क्षम्यतां महोदय, न अवगतं. तत्र मनोहारी इत्यस्य ह्रस्व इकारः अस्ति चेदपि गुणिन् इति एव भवति वा? तत्र भगिनि किम् अस्ति, तत्र इनि प्रत्ययस्य योजनेन तत्र यस्मिन् गुणः अस्ति सः गुणिन्, किन्तु तत्र गुणिन् तत्र गुणी गुणिनौ गुणिनः इति, तत् पुल्लिङ्गरूपं, किन्तु यस्यां गुणः अस्ति सा तत्र किं भवति गुणिनी इति, तत्र नदी शब्दवत् तत्र आचन्त दीर्घ ईकारः ईकारान्तपदं भवति गुणिनी इति इनि प्रत्ययस्य योजनेन. किन्तु तत्र यस्मिन् इति तत्र नपुंसकलिङ्गे अपि रूपं कर्तुं शक्नुमः खलु. यदि तत् कुर्मः इदानीं तत्र पुष्पं पुष्पे मनोहारस्य गुणः अस्ति इति, अतः मनोहारि इति भवति तत्र. अतः तत्र ह्रस्वैकारः तत्र नपुंसकलिङ्गरूपे ह्रस्वैकारः. तत्र प्रत्ययः किं भवति महोदय? मनोहारिन् इति एव भवति पुनः तत्र प्रातिपदिकं प्रत्यय इनि प्रत्यय एव तत्रापि इनि प्रत्यय एव इनि प्रत्ययस्य, किन्तु तत्र नपुंसकलिङ्गरूपम् इच्छामः भिन्नः भवति महोदय. तत्र महोदय तत्र वारि इति अस्ति वा? वारि इति इकारान्त नपुंसकलिङ्गशब्दः अस्ति. वारि वारिणी वारिणी प्रथमा, वारि वारिणी वारिणी द्वितीया. तत्तु इकारान्त नपुंसकलिङ्गः अस्ति. अहं मन्ये मनोहारि इति वारि वारि एव अस्तु, नकारान्तपदं नास्ति इति भवती चिन्तयति वा? अस्तु, तदपि अस्तु अस्तु भगिनि, प्रायश तदपि तदेव समीचीनं. वारि शब्दवत् अस्तु, धन्यवादः भगिनि. अस्तु, सः शब्दः अपि ह्रस्व इकारान्त एव, वारिणि. समीचीनं भगिनि. अस्तु अस्तु, तर्हि मनोहारि मनोहारिणी मनोहारीणि मनोहारी. महोदय किन्तु नकारान्त अस्ति चेत् तत्र तु रूपत्रयमपि भवितुमर्हति खलु, नकारान्त अपि, यथा भवान् उक्तवान् खलु मनोहारिन् इति प्रातिपदिकम् अस्ति चेत् इति अहं चिन्तयामि भगिनि. तत्र मनोहारिन् इति एव अस्ति, किन्तु तत्र स्त्रीलिङ्गे तत्र रूपं मनोहारिणी इति भवति. नपुंसकलिङ्गे पुनः विशेषणरूपम् अस्ति इति सत्यं भगिनि. अस्तु अस्तु, मनोहारी एव अस्तु. परम् अविद्यावन्तं भवन्तं यथा, तत्र अविद्यावन्तम् इति भवन्तम् इत्यस्य विशेषणं. तत्र प्रथमविभक्तिरूपं किम् अस्ति? अविद्यावान् भवन्तम् इति तयोः द्वयोः द्वितीया विभक्तिरूपं. तत्र किमर्थम् इति अग्रे पश्यामः. यथा तथा एव निर्गन्धम् इदं पलाशपुष्पमपि जनाः निष्प्रयोजनं मन्यन्ते इति तथा सा तस्य पत्नी कम्पेरिजन् इत्युक्ते किं महोदय उपमानं कृतवती तस्य पतेः तस्य पत्युः तुलनं कृतवती निर्गन्धपलाशपुष्प सः कृतवती. हा इदानीं तत्र मन्यन्ते इति अस्ति तत्र के मन्यन्ते जनाः जनाः मन्यन्ते जनाः किं मन्यन्ते जनाः निष्प्रयोजनं मन्यन्ते मन्यन्ते किं निष्प्रयोजनम् इति मन्यन्ते पलाशपुष्पाणि पुष्पमपि निष्प्रयोजनं मन्यन्ते यत् तत्र निर्गन्धम् इदं पलाशपुष्पं तद् तत्र निर्गन्धं पलाशपुष्पं निष्प्रयोजनम् इति जनाः मन्यन्ते तत्र मन्यन्ते इति अस्ति तत्र कर्मणि प्रयोगः अस्ति न न जनाः मन्यन्ते कर्मणि जनाः मन्यन्ते जनाः मन्यन्ते किन्तु तत्र किं मन्यन्ते इति तत्र कर्मपदं भवति अतः निष्प्रयोजनं पलाशपुष्पं निर्गन्धं पलाशपुष्पं निष्प्रयोजनं मन्यन्ते तथैव किम् अस्ति अन्यत् किं निष्प्रयोजनम् इति मन्यन्ते अविद्यावन्तं भवन्तम् अविद्या यस्मिन् अस्ति सः अपि तादृशः एव इति अतः तम् अपि निष्प्रयोजनं भवन्तमपि अविद्यावान् निष्प्रयोजनः भवति इति विद्यावान् भवान् निष्प्रयोजनः अतः विद्यावन्तं भवन्तं निष्प्रयोजनम् इति निष्प्रयोजनं जनाः मन्यन्ते इति सा उक्तवती अस्तु भगिनि अस्तु समीचीनम् अस्तु अग्रे वंशीसुतभगिनी अग्रे करोति वा गीताञ्जलि भगिनी नमस्कारः न दृष्टवान् पूर्वं क्षम्यतां नमस्ते अहं विलम्बेन आगतवती नमस्ते महोदय नमस्कारः भगिनि नमस्कारः अस्तु अग्रे वंशीसुतभगिनी अत्र परम् इति शब्दस्य किं प्रयोजनं अग्रे तदनन्तरं तावदेव अन्यत् किमपि नास्ति आम् पलाशकुसुमं मनोहारि एव परम् एतत् अभवत् वा महोदय अभवत् भगिनि तत्र पत्न्याः तया वाचा इति पत्न्याः तया वाचा मल्लिनाथः जागरितः अभवत् स्वस्य अज्ञानविषये सः लज्जाम् अन्वभवत् ततः सः शास्त्रसम्पदं कथमपि उपार्जितुं मनसा निश्चितवान् पत्नीं स्वगृहं प्रापय्य ज्ञानार्जनाय वाराणसीम् अगच्छत् च पत्न्याः तया तत्र पत्न्याः तया वाचा तत्र तया वाचा इति तृतीयाविभक्ति तया वाचा इदानीं तत्र तया वाचा इति प्रथमविभक्तिरूपं किं भवति तया वाचा अस्तु मल्लिनाथः जागरितः अभवत् तत्र एतत् श्रुत्वा मल्लिनाथस्य मनसि किञ्चित् जागरणम् अभवत् मल्लिनाथः जागरितः, जागरितः इति तत्र कः जागरितः? मल्लिनाथः तत्र जागरितः तप्रत्ययः किल महोदय? सत्यं भगिनि, हा तत्र वाच तत्र वाक् मल्लिनाथं जागरितं कृत् कृत् कृता अथवा अकरोत्. स्वस्य अज्ञानविषये सः लज्जाम् अन्वभवत्. तत्र स्वस्य अज्ञानविषये, तस्य अज्ञानस्य विषये सः लज्जितवान् अन्वभवत्. तत्र अनु उपसर्गः अभवत् इति अस्ति, अनु अभवत्, तत् लङ्लकाररूपम् अन्वभवत् इति भवति महोदय. तत्र लज्जां, लज्जाम् इति तत्र कर्मपदं द्वितीयविभक्ति, समीचीनं. लज्जा विश्वासः तदस्ति चेत् कस्मिन् विषये इति प्रश्नः, अतः अज्ञानविषये लज्जां सः अन्वभवत्. यतोहि भवत् इति अकर्मकः धातुः अस्ति, यदा अनु इति उपसर्गः योजयामः तत्र सकर्मकः भवति महोदय. सन्तोषम् अनुभवति इति, सत्यं भगिनि. न चेत् लज्जा भवति इति वक्तुं शक्यते, यतोहि अनु इति उपसर्गः कारणेन तत्र द्वितीयाविभक्ति भवति. सकर्मकः इदानीं सत्यं सकर्मकः भवति, अतः न चेत् लज्जा भवति. अस्तु, सत्यं भगिनि. ततः सः शास्त्रसम्पदं कथमपि उपार्जितुं मनसा निश्चितवान्. ततः तदनन्तरं सः शास्त्रसम्पदं, तत् द्वितीयविभक्ति भवति, शास्त्रसम्पदं सम्पादितुम् उपार्जितुं, तेन सः तत्र अन्वयः भवति महोदय. विशेषणविशेषभावः अस्ति, तुमुन् प्रत्ययस्य विशेषणमस्ति. शास्त्रसम्पदं कथं उपार्जितुम् इति तुमुन् प्रत्ययः किल महोदय? शास्त्रसम्पदम् उपार्जितम्, समीचीनम्. उपार्जितं कथमपि, कथमपि उपार्जितं, तत्र कथमपि उपार्जितं, तत्र केनैव मार्गं भवतु मार्गेण तत्र, किन्तु मया तत्र शास्त्रसम्पद् सम्पदः तत्र सम्पादनीयः एव इति. अतः तत्र केनैव मार्गं भवतु, किन्तु चिन्ता मास्तु, कथमपि तत् करणीयम् इति सः निश्चितवान्, मनसा निश्चितवान्. मनसा इति इदानीं तृतीया नपुंसकलिङ्गमस्ति. प्रथमविभक्तौ किमस्ति? मनः, मनसि, मनांसि. समीचीनम्, अग्रे. पत्नीं स्वगृहं प्राप्य ज्ञानार्जनाय वाराणसीम् अगच्छत् च. सः कुत्र कुत्र अगच्छत्? वाराणसीम् अगच्छत्. किं कर्तुम् अगच्छत् सः वाराणसीं? सः पत्नीं स्वगृहं प्राप्य, प्रा उपसर्गः आप् तत्र या कथं महोदय? अस्तु, पश्यामः भगिनि. किन्तु तत्र पूर्वं तत्र ज्ञानार्जनाय, ज्ञानस्य कृते, ज्ञानस्य अर्जनं कर्तुं तत् कर्तुं सः वाराणसीम् अगच्छत्. तत्र पत्नी अस्ति, तत्र सः स्वगृहं प्राप्तवान् वा अथवा पत्नीं? न, पत्नीं, ओ अस्तु, प्रापयति प्राप्नोति इति न, प्रापयति इति पदस्य, प्रापयति इति क्रियापदं, तस्य लेबन्तरूपं प्रापय्य इति. पत्नीं प्रापय्य, उपसर्गः आप् पुनः तत्र निच्छति, प्राप्नोति, प्रापयति इच्छस्ति किल महोदय? सत्यं भगिनि. अतः तत्र प्राप्नोति इति न, प्रापयति इति, प्रापयति, प्रापयति, प्रापयति इति पदस्य लभन्तरूपं प्रापय्य इति. ओ, निजन्तपदस्य लभन्तरूपमस्ति वा महोदय अत्र? प्रापय्य इति. अस्तु, तदपि कर्तुं शक्नुमः खलु, तत्र क्रियापदस्य लेबन्तरूपं तत्र प्रक्रिया कथं भवति इति मम सत्यं भगिनि, किन्तु प्रापयति तत्र प्रापयति इति पदस्य ल्यबन्तरूपं, पत्नीं प्रापय इति, सः प्राप्तवान् इति न, सः सः इति तत्र प्राप्नोति इति तत्र प्राप्य इति एव भवति खलु. सत्यं सत्यं. हा किन्तु अत्र प्रापय. अग्रे तत्र अग्रे पठामि वा महोदय. मल्लिनाथः तत्र कञ्चित् यशस्विन् यशस्विनं सर्वशास्त्रविदं पण्डितम् उपगत्य आत्मानं शिक्षितुम् अयाचत् अयाचत् मल्लिनाथः तत्र कञ्चित् तत्र कश्चित् कश्चित् नास्ति तत्र. तत्र एतत् कुर्मः, तत्र अयाचत, सः मल्लिनाथः इदानीं क्रियापदं किमस्ति, अयाचत अयाचत. आम् अयाचत इति अस्ति, अयाचत् इति नास्ति. किमर्थम् अयाचत इति लङ्लकाररूपमस्ति वा महोदय? सत्यं, किन्तु अयाचत् इति नास्ति, अयाचत इति अस्ति, यतोहि आत्मनेपदीरूपम् याचते अयाचत इति. किं कर्तुम् अयाचत तत्र? शिक्षितुं शिक्षितुं शिक्षितुं शिक्षितुम् अयाचत. कं शिक्षितुम् अयाचत? आत्मानम् आत्मानं शिक्षितुम् शिक्षितुम् अयाचत अयाचत. स्वस्य स्वस्य शिक्षणं कर्तुं सः अयाचत. तत्र कुत्र उपगत्य? उपगत्य तत्र कम् उपगत्य? पण्डितं पण्डितम् उपगत्य. कीदृशं पण्डितं? तत्र कोऽपि पण्डितः अस्ति, तत्र पण्डितः कश्चन पण्डितः अस्ति. इदानीं तत्र पण्डितम् इति भवति चेत् तत्र कश्चन इति पदस्य रूपं किं भवति? कञ्चित् तत्र कञ्चन अथवा कञ्चित् इति. अतः तत्र कश्चित् पण्डितः इदानीं कञ्चित् पण्डितम् इति भवति. कञ्चित् पण्डितम् उपगत्य, उपगत्य इति पदस्य कर्मपदं पण्डितं, तस्य विशेषणं कञ्चित्, अतः तत्र कञ्चित् पण्डितम् उपगत्य. इदानीं पण्डितं कीदृशं? यशस्विनम् अपि च सर्वशास्त्रविदम्. यशस्विनं तत्र प्रथमविभक्तिरूपं किमस्ति? यशस्विन् अस्ति महोदय. यशस्वी यशस्विन् इति प्रातिपदिकं यशस्वी. यस्मिन् यशः अस्ति सः यशस्वी. यशस्वी यशस्विनौ यशस्विनः. अपि पुनः शास्त्र सर्वशास्त्रविद्, इदानीं तत्र सर्वशास्त्रविधं पण्डितम्. अतः पण्डितः कीदृशः? यशस्वी सर्वशास्त्रविद् पण्डितः. तम् उपगत्य मल्लिनाथः आत्मानं शिक्षितुम् आत्मा इति पदस्य आत्मानं, पुनः द्वितीयविभक्ति एकवचनरूपम्. इदानीं क्षम्यतां महोदय, अत्र अयाचत इति क्रियापदस्य कर्मपदं किं भवति? पण्डितं भवति वा? किन्तु पण्डितं अस्तु अस्तु अस्तु सत्यं सत्यं. अयाचत अस्तु अस्तु अस्तु भगिनि. तत्र तत्र पण्डितम् अयाचत, तत्र साक्षात् न दत्तं, यतोहि तत्र पण्डितम् उपगत्य इति अस्ति, अतः तत्र उपगत्य इति पदस्य अपि कर्मपदं पण्डितं भवति. किन्तु यथा भवती उक्तवती तथापि तत्र अयाचत इति पदस्य अपि तत्र कम् अयाचत, पण्डितम् अयाचत. सत्यं तत्र याचते इति सकर्मक अपि द्विकर्मकः इति वा? तत्र कोऽपि स्मरति वा किम् अस्ति? द्विकर्मक द्विकर्मकः अस्ति वा याचते? ओ याचते, ओ अस्तु, भवितुम् अर्हति महोदय. कं याचति अपि च किं याचति तत्र याचते अतः तत्र परिशीलनं करणीयं. किन्तु किन्तु तत्र पण्डितं सम्यक् एव तत्र कर्मपदम् इति स्वीकर्तुं शक्नुमः. याचक विकर्मकः अस्ति महोदय. अस्तु भगिनि, धन्यवादः. अतः तत्र कं कं याचते, किं याचते, अतः प्रश्नद्वयं भवति. अस्तु भगिनि, अग्रे. तस्य विनयेन सौम्यया वाचा च आकृष्टः सः करुणाद्रमनाः पण्डितः तं स्वगृहं नीत्वा पाठयितुम् आरब्धवान्. तत्र मल्लिनाथस्य विनयेन सौम्यया इत्युक्ते तत्र गुणः सन्ति, विनयः, विनयं इति एकं विनयम् अस्ति किल. सौम्यया वाचा, वाचा इति पदस्य विशेषणं सौम्यया इति. ओ अस्तु, तत्र विनयम् इति नपुंसकलिङ्गम् अस्ति न महोदय इति वा? अस्तु भगिनि, विनयं न जानामि. विनयेन इति तृतीया इति परन्तु विनयः वा विनयं वा इति न जानामि. विनयं, विनयम् अपि समीचीनम् इति अहं मन्ये भगिनि. अस्तु, तत्र विनयम् इति एकम् अस्ति, तत् भिन्नम् अस्ति. तत्र वाचा इति पदस्य विशेषणम् अस्ति सौम्यया, तत्र सौम्या वाक् सौम्यया वाचा. विनयः इति पुल्लिङ्गशब्दः एव महोदय इति वा? अस्तु भगिनि, अस्तु, विनयः इति पुल्लिङ्ग, अतः सौम्यया वाचा तत्र विशेषणविशेषभावः अस्ति. च आकृष्टः स, तत्र आकृष्ण आकर्षणम् आकर्षणम् अभवत् सः करुणार्द्रमनाः पण्डितः. सः करुणार्द्रमनाः, तत्र करुणार्द्रमनाः, तत्र पुनः तत्र वयम् एतत् एतादृशपदं पूर्वं दृष्टवन्तः, दुर्वासा इति, दुर्वासा इति पदः. अस्तु, आम् महोदय, तत्र एकवचने तत्र सकारान्तपदं पुल्लिङ्गे, किन्तु विशेषपदम् अस्ति. तत्र किं भवति, तत्र करुणार्द्र, आर्द्र इति युक्ते कोऽपि जानाति वा? आर्द्र इत्युक्ते गेटिङ्ग् वेत् महोदय, तत्र करुणार्द्र मनः, यस्य मनः अथवा करुणार्द्र करुणया आर्द्रः अस्ति, आर्द्रम् अस्ति, सः करुणार्द्रमनाः इति. करुणार्द्रमनाः पण्डितः, अतः तत्र एकवचनमेव अस्ति पण्डितः. सत्यं सत्यम्, अतः तत्र विशेषपदम् अस्ति, सकारान्तपदं किन्तु विशेषपदम् अस्ति. किं भगिनि, पुल्लिङ्गरूपं समासं कृत्वा? इदानीं मनः इति स्थाने तत्र समासः, तत्र यस्य मनः, मनः एतादृशः अस्ति इति कृत्वा तत्र बहुव्रीहि समासः, तत्र लिङ्गपरिवर्तनं भवति. अतः अत्र पण्डितः इति पदस्य विशेषणं पुल्लिङ्गरूपम् अस्ति अत्र. तादृशम् अस्ति भगिनि, तत्र मया तत्र दुर्वासाः इति पदं श्रुतं. तादृश अपि तत्र स्त्रीलिङ्गे तत्र तादृशपदं स्थापितम्, अप्सराः, अप्सरसौ, अप्सरसः इति तादृशः अत्र. मनाः इति करुणार्द्रमनाः, करुणः. अस्तु, त्वं स्वगृहं नीत्वा पाठयितुम् आरब्धवान्. तम् इति अस्ति, तम् इत्युक्ते मल्लिनाथं, मल्लिनाथं, मल्लिनाथं स्वगृहं नीत्वा, तत्र नीत्वा इति त्वा प्रत्ययः, सः द्वितीया विभक्ति भवितुम् अर्हति. स्वगृहं नीत्वा तत्र पुनः नीत्वा इति तत्र द्विकर्मकधातुः इति मन्ये, द्विकर्मकधातुः नयति, नयति इति नयति अस्ति, नयति, हरति, कर्षति. अतः तत्र कुत्र नीत, कुत्र नयति, स्वगृहं नयति, कं नयति, मल्लिनाथं नयति. अतः मल्लिनाथ पण्डितः तं स्वगृहं नीत्वा इति द्विकर्मक कर्मपद कर्मद्वयं. स्वगृहं नीत्वा अपि च मल्लिनाथं नीत्वा पाठयितुम् आरब्धवान्. पाठयितुं पाठितुम् आरब्धवान् आरब्धवान् तावत् प्रत्ययः अस्ति महोदय तावदेव तुमुन् तुमुन् प्रत्ययः तुमुन् प्रत्यय पाठयितुम् आरब्धवान् अपि आरब्धवान् तवत् समीचीनं भगिनि अस्तु महोदय प्रश्नः महोदय द्विकर्मकविषये किमपि सूत्रमस्ति वा महोदय हा तत्र केचन धातवः एव सन्ति भगिनि तत्र किं चतुर्विंशति वा तत्र न कति अन्ति न षोडश महोदय षोडश षोडश षोडश तत्र हा तत्र तावदेव हा षोडश किन्तु यत्र समानार्थकौ शब्दाः सन्ति ते अपि तत् न जानामि भगिनि इति वा अस्तु अस्तु अस्तु अस्तु अस्तु तद् न मया न ज्ञातम् अस्तु अस्तु अस्तु अस्तु समीचीनं धन्यवादः एकवारं वदतु भगिनि किमस्ति न न यत्र समानार्थकौ शब्दाः सन्ति खलु येन सन्ति समान पदानि ये यानि पदानि सन्ति तेषां समानार्थकौ पदानि अपि ओ द्विकर्मकः द्विकर्मकः एव अस्तु अस्तु भगिनि हा मया तत्र प्रायशः हा विभक्तिवल्लरी पठितवान् किन्तु इदानीं न स्मरामि अस्तु धन्यवादः भगिनि हा अस्तु किन्तु तत्र विकर्मकधातुः इति प्रसिद्धाः धातवः ये प्रसिद्धाः सन्ति ते तु तत्र षोडश षोडश धातवः किन्तु समानार्थक इति अस्ति चेत् तत्र अनेके अनेके धातवः भवन् भवितुम् अर्हन्ति बोधयति इति विकर्मकः अस्ति किन्तु पाठयति अपि तदपि विकर्मकः भवति ओ अस्तु अस्तु अस्तु अस्तु भगिनि हा समीचीनमेव हा समीचीनम् उदाहरणं तत्र समानार्थकम् आम् तत्र कारकं सूत्रमस्ति महोदय प्रत्यवसानार्थ तत्र बुद्धिविषये अपि पाठयति बोधयति तत् विकर्मकः भवति अस्तु भगिनि समीचीनं तत्र तत्र द्विकर्मकधातूनां विषये सूत्रं नास्ति महोदय वार्तिकम् अतः केवलं तत्र तत्र केवलम् आवलिः अस्तु समीचीनं भगिनि अस्तु धन्यवादः भगिनि अस्तु अग्रे गीताञ्जलि भगिनि आं महोदय प्रतिदिनं भवती भोजने तस्मै किञ्चित् निम्बतैलम् अपि परिवेषयतु यस्मिन् दिने सः निम्बतैलस्य भवति तदा इदानीं प्रायः नास्ति इति सः पत्नीम् आदिशत् सा तथैव कृतवती अध्ययने एव दत्तचित्तः मल्लिनाथः कदापि भोजने रुचिं न लक्षितवान् अस्तु तावत्पर्यन्तम् अस्तु प्रतिदिनं अस्तु अत्र किं पण्डितः वदति इति सः पत्नीम् आदिशत् पण्डितः पत्नीं पत्नीम् आदिशत् इत्युक्ते आदेशः कृतवान् आदेशं कृतवान् किं कर्तुं किं कर्तुं किं कर्तुम् इत्युक्ते प्रतिदिनं भवति इत्युक्ते पत्नी एव प्रतिदिनं भवति भोजने तस्मै किञ्चित् निम्बतैलम् अपि परिवेषयतु परिवेषयतु तु क्रियापदं निम्बतैलं परिवेषयतु किञ्चित् निम्बतैलं परिवेषयतु तत्र परिवेषयतु इति तत्र कस्मै इति कस्मै तत्र कस्मै परिवेषयतु इत्युक्ते मल्लिनाथाय मल्लिनाथाय मल्लिनाथाय परिवेषयतु किञ्चित् निम्बतैलं परिवेषयतु भोजने अतः भोजने भोजने परिवेषयतु परिवेषयतु इति अग्रे यस्मिन् दिने सः निम्बतैलस्य तिक्तव्यम् अनुभवति तिक्तत्वं तत्र तिक्तत्वं तत्र निम्बतैलं कीदृशम् इत्युक्ते तिक्तम् अस्ति निम्बतैलं निम्बतैलं तिक्तम् अधुना तु तस्य भाव हा अतः तिक्तत्वं समीचीनं भगिनि पुस्तकं पुस्तकत्वं तिक्तं तिक्तत्वं तिक्तत्वं निम्बतैलस्य षष्टि निम्बतै कस्य तिक्तव्यं तिक्तत्वं तिक्तत्वं निम्बतैलस्य तिक्तत्वं यस्मिन् दिने मल्लिनाथः अनुभवति तदा मां सूचयतु तदा तस्मिन् दिने मां सूचयतु मां तु कर्मपदं सूचयतु मां सूचयतु तस्मिन् दिने मां सूचयतु तत्र यदा यदा सः अनुभवति ओ अत्र अस्मिन् भोजने निम्बतैलम् अस्ति निम्बतैलम् अस्ति इति यस्मिन् दिने सः तस्य ज्ञानं भवति तदा मां सूचयतु इति निम्बतैलस्य ज्ञानं वा तिक्तस्य ज्ञानं निम्बतैलम् अस्ति इति तत्र तिक्तत्वेन निम्बतैलस्य ज्ञानं भवति भोजने यदि मल्लिनाथः इति भोजनं तिक्तम् अस्ति इति तिक्त न न भोजने तिक्तत्वम् अस्ति अथवा भोजनं तिक्तम् अस्ति इति यद् यदा तिक्तम् अस्ति इति यदा वदति तस्मिन् दिने सूचयतु मां सूचयतु इति पत्नीम् आदिशत् हा सत्यं भगिनि सा तथैव कृतवती कृतवती सा तथैव कृतवती इत्युक्ते प्रतिदिनं सा भोजने किञ्चित् निम्बतैलं परिवेशितवती स्म अपि समीचीनं महोदय न न न न यदि तव तु अस्ति चेत् तत्र स्म इति न तत्र परिवेशयति स्म प्रतिदिनं प्रेषितवती परिवेशितवती अध्ययने एव दत्तचित्तः मल्लिनाथः दत्तचित्तः इत्युक्ते ज्ञानविषये मग्न मल्लिनाथ अस्तु अस्तु अग्रे अग्रे पश्यामः किन्तु मल्लिनाथः किं कृतवान् अस्तु मल्लिनाथः कदापि भोजने रुचिं न लक्षितवान् इत्युक्ते तत्र भोजनस्य रुचि अस्ति न वा इति तत्र तस्य ज्ञानं नासीत् तत्र रुचिं न लक्षितवान् भोजने आसक्तिः भोजने किं किम् अस्ति तत्र कीदृशं भोजनम् इति सः न लक्षितवान् भोजनमस्ति अस्तु खादामि तावदेव तत्र तिक्तं भोजनं वा अथवा किम् अन्यत् रुचिकरभोजनं वा अथवा तिक्तं भोजनं वा किमपि न सः तस्य तत् किमपि सः न लक्षितवान् हा इदानीं तत्र तद्विषये आसक्तिः एव नास्ति हा इति अतः दत्तचित्तः इत्युक्ते तत्र तत्तु स्थितप्रज्ञस्य लक्षणमेव किल महोदय किमर्थं तत्र उक्तवान् रुचिः न लक्षितवान् तत्तु स्थितप्रज्ञस्य लक्षणः एव किल सत्यं भगिनि एकाग्रह इति एकाग्रह अत्र किम् अस्ति तत्र दत्तचित्तः अध्ययने एव मग्नः आसीत् हा अध्ययने तत्र तस्य चित्तः इत्युक्ते मनः कुत्र दत्तः कस्मिन् विषये सः दत्तवान् अध्ययने तस्य चित्तः अथवा मनः अथवा तस्य लक्ष्य तत्र तस्य सम्पूर्ण तत्र ज्ञानम् अथवा लक्ष्यं कुत्र आसीत् तत्र केवलम् अध्ययने एव, अतः तत्र दत्तचित्तः. कस्मिन् विषये सः मनः दत्तवान्? अध्ययने दत्तवान्. अतः अध्ययनं विना, तत्र अध्ययनं विहाय सः अन्यत् किमपि न लक्षितवान्, केवलम् अध्ययनमेव तस्य दृष्ट्याम् आसीत् इति. दत्तचित्तः, पुनः तत्र बहुव्रीहिसमासः दत्तचित्तः. यः चित्त, यः चित्तम् अथवा चित्तं दत्तवान् अथवा दत् इति दत्तः इति दत्तचित्तः. अस्तु, अग्रे तत्र शुभदा भगिनी पठति वा? धन्यवादः भगिनी. महोदय, अन्तिमं वाक्यं पठितवती वा भगिनी? मल्लिनाथः महान्तम् इति तत्र न लक्षितवान् इति. ओके, तावत् पर्यन्तं क्षम्यता. मल्लिनाथः महान्तं कालं तत्र यापितवान्. अग्रे पठामि वा? एकमेकं स्वीकृत्य, तत्र कालः कीदृशः कालः? महान् कालः, महान्तं कालः, महान् कालः, तत्र महान्तं कालं तत्र यापितवान्. कालं यापितवान्. कालम् इति द्वितीया विभक्ति एकवचनं. तस्य विशेषणं महत् इति प्रातिपदिकं, तस्य द्वितीया विभक्ति एकवचनं महान्तम् इति भवति. तस्य महान्तं कालं तत्र यापितवान् इति. वेदान् उपनिषदः इतरशास्त्राणि च महता परिश्रमेण अधीतवान्. सः किम् अधीतवान्? उपनिषद् इति नपुंसकलिङ्गशब्दः, तस्य द्वितीया विभक्ति बहुवचनम् उपनिषदः. उपनिषद् इति नपुंसकलिङ्ग वा स्त्रीलिङ्ग वा तत्र? अहं चिन्तयामि स्त्रीलिङ्गसम्पद् उपनिषद् इति. उपनिषदः इति तत्र बहुवचनं, द्वितीयविभक्ति बहुवचनं, कर्मपदं द्वितीयविभक्ति बहुवचनम्. अपि च इतरशास्त्राणि, इतरशास्त्रम् इति बहुवचनम् अपि. पश्यतु, तत्र वेदः पुल्लिङ्गे, उपनिषदः स्त्रीलिङ्गे, शास्त्रं नपुंसकलिङ्गे. सर्वं बहुवचनं. महता परिश्रमेण अधीतवान्. महता परिश्रमेण इति परिश्रमम् इति नपुंसकलिङ्गे, तस्य तृतीया विभक्ति एकवचनम्. अतः महत् इति शब्दस्य तृतीया विभक्ति एकवचनं. महता इति महता परिश्रमेण अधीतवान्. अस्तु, तत्र केवलं तत्र एतत् परिच्छेदं पठामः, स्वीकृत्य पठामः. अस्तु, अग्रिमवाक्यं पठतु भगिनि. तत्र एकदा सः गुरुपत्नीं पृष्टवान्, अम्ब, अद्य भोजने कथमपि निम्बतैलं पतितमस्ति इति प्रतीयते, कथम् एतत् सञ्जातम् इति. ततः सः भोजनं परिसमाप्य गतवान्. अस्तु, एकदा सः किं कृतवान्? सः गुरुपत्नीं पृष्टवान्, सः अम्ब, अद्य भोजने कथमपि निम्बतैलं पतितमस्ति इति प्रतीयते. इति प्रतीयते. तत्र सत्यं वा इति न जानामि, किन्तु तादृशं तत्र इति भासते इति मन्ये. तत्र भासते, कथम् एतत् सञ्जातं? भोजने निम्बतैलं कथमपि पतितं, भवती स्थापितवती इति न, तत्र कथमपि निम्बतैलं पतितम् अस्ति भोजने इति अहं मन्ये. इति भासते, कथम् एतत् सञ्जातम् कथम् एतत् अभवत् इति पृच्छति. तदनन्तरं किं करोति? ततः सः भोजनं परिसमाप्य गतवान्. अतः तत्र निम्बतैलम् अस्ति इति कृत्वा अस्तु एतत् भोजनम् अहं न स्वीकरोमि इति न खादितवान् खादितवान् परिसमाप्य गतवान् इति. अस्तु, अतः तत्र यस्य तत्र पण्डितः उक्तवान् खलु, यस्मिन् दिने एषः तत्र तिक्तत्वम् अनुभवति तदा मां सूचयतु इति. इदानीं तत्र सा तद्दिनम् आगतम् इदानीम्. अग्रे किं भवति इति अग्रिमवर्गे पश्यामः. अस्तु, तर्हि समीचीनं, धन्यवादः भगिनि. तत्र वेदः पुल्लिङ्गः, उपनिषत् स्त्रीलिङ्गः, शास्त्रः नपुंसकलिङ्गः. सत्यं भगिनि, समीचीनं खलु, समीचीनं खलु. सर्वं सः अधीतवान् इति. अस्तु, समीचीनं. परिसमाप्य इति परि इति उपसर्गं योजयित्वा किं प्रयोजनम् अस्ति अत्र? परि समाप्य समापयति सम्पूर्णतया वा परिसमाप्य तत्र भोजनं सम्पूर्णतया खादित्वा. अस्तु अस्तु, प्रतीयते क्षम्यतां, प्रतीयते इति कीदृशपदं? प्रतीयते, भासते, तत्र कीदृशपदम्? प्र उपसर्गः, किन्तु तदनन्तरं किम् अस्ति महोदय? तत्र प्रायशः तत्र कर्मणि अस्ति भगिनि, कर्मणि अथवा भावे प्रयोगः अस्ति इति भासते. तत्र धातुः कः इति न जानामि, द्रष्टव्यमस्ति. किन्तु कर्मणि अथवा भावे प्रयोगः इति मन्ये भगिनि तत्र. अस्तु, धन्यवादः. धन्यवादः भगिनि. अस्तु, तत्र शुभदा भगिनी भवती एव अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि? आं महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. ॐ गुरुभ्यो नमः. हरिः ओम्. धन्यवादः महोदय. धन्यवादः भगिनि. सर्वेभ्यो नमः, धन्यवादः, नमस्कारः. अग्रिमवर्गे मिलामः. धन्यवादः महोदय. धन्यवादः महोदय. शुभरात्रिः. शुभरात्रिः भगिनि. शुभरात्रिः. धन्यवादः महोदय.